पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 14 शेष उवाच अथ स्वागतसन्तुष्टं शत्रुघ्नं प्राहभूमिपः रघुनाथकथां श्रेष्ठां शुश्रूषुपुरुषर्षभः सुमद उवाच कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः भक्तरक्षावतारोऽयं ममानुग्रहकारकः धन्यालोका इमे बुर्यां रघुनाथमुखाम्बुजं ये पिबन्त्यनिशं चाक्षि पुडकैः परिमोदिताः अर्धजातं मदीयं च नितरां पुरुषर्षभ कृतार्थं कुलभूम्यादिवस्तुजातं महामदे कामाक्षया प्रसादो मे कृतपूर्वं दयार्द्रया रघुनाथमुखाम्भोजं द्रक्ष्येद्य स कुटुम्बकः इत्युक्तवदिविरेदु सुमदे पार्थिवोत्तमे सर्वं तत् कथयामास रघुनाथ गुणोदयं त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परं गन्तुं चकारधिषणां राज्ञा सह महामतिः तज्ज्ञात्वा सुमदशीघ्रं पुत्रं राज्येभ्यषेचयद शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः वासांसि बहुरत्नानि धनानि विविधानि च शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः ततो गमनमारेभे मन्त्रिभिर्बहुवित्तमैः पत्तिभिर्वजिभिर्नागैः सदश्वैरथ कोटिभिः शत्रुघ्नसहितस्तेन सुमदेन धनुर्भृदा जगाममार्गे विकसन्नृघुनाथप्रतापभृत पयोष्णीतीरमासाद्य जगामस हयोत्तमः पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः आश्रमान् विविधान् पश्यन् ऋषीणां सुतपोभृतां तत्र तत्र विसृण्वानो रघुनाथ गुणोदयं यशद्धीमान् हरिर्यादिहरिणा परिरक्षितः हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः इति शृण्वञ्चुभावाचो मुनीनां परितप्रभुः तुदोषभक्त्युत्कलितचित्तवृत्तिभृदां महान् ददर्श चाश्रमं शुद्धं जनजन्तुसमाकुलं वेदध्वनिहदाशेषा मङ्गलं शृण्वदां नृणाम् अग्निहोत्रहविर्धूम पवित्रिदनभोऽखिलम् मुनिवर्यकृतानेक यागयूपसुशोभितं यत्र गावस्तु हरिणा पाल्यन्ते पालनोचिताः मूषकान् खनं त्यस्मिन् बिडालस्य भयाद्बलिं मयूरैर्नकुलैः सार्धं क्रीडन्ति फणिनो निशं गजै सिंहैर्नित्यमत्र स्थीयते मित्रदां गदैः येन तत्रत्य नीवारभक्षणेषु कृदादराः न भयं कुर्वदे कालाद्रक्षिता मुनिवृन्दकैः गावकुम्भसमोधस्का नन्दिनी समविग्रहाः कुर्वन्ति चरणोऽध्येन रजसेलां पवित्रितां मुनिवर्यासमित्पाणि पद्मैर्धर्मक्रियोचितां दृष्ट्वा पप्रच्छ सुमतिं सर्वज्ञं राममन्त्रिणं शत्रुघ्न उवाच सुमदे कस्य संस्थानं मुनेर्भादिपुरोगतं निर्वैरिजन्तुः संसेव्यं मुनिवृन्दसमाकुलं श्रोष्यामि मुनिवार्तां च विदधामि पवित्रतां निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः कथयामास सचिवो रघुनाथस्य धीमतः सुमतिरुवाच श्यवनस्याश्रमं विद्धि महात्तापसशोभितं निर्वैरिजन्तुसङ्कीर्णं मुनिपत्नीभिरावृतं क्योऽसौ महामुनिस्वर्गवैद्ययोर्भागमादधाद स्वायम्भुवमहायज्ञे शक्रमानविभेदनः महामुने प्रभावोऽयं न केनापि समाप्यते तपोबलसमृद्धस्य वेदमूर्तिधरस्यः श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः सर्वं पप्रच्छ सुमतिं शक्रमानादिभञ्जनम् शत्रुघ्न उवाच कदासौ दस्रयोर्भागं चकार सुरपङ्क्तिषु किं कृतं देवराजेन स्वायम्भुव महामखे सुमतिरुवाच ब्रह्मवंशेदि विख्यातो मुनिर्भृगुरिति श्रुतः कदाचित् गतवान् सायं समिदाकरणं प्रति तदा मखविनाशाय दमनो राक्षसो बली आगत्योच्चैर्जगादेदं महाभयकरं वचः कुत्रास्ति मुनिबन्धुः स कुत्र तन्महिलानख पुनः पुनरुवाचेदं वचो रोषसमाकुलः तदा कुदवहो ज्ञात्वा राक्षसाद्भयमागतम् दर्शयामास तज्जायामन्तर्वत्नी मनिन्दिदां जहार राक्षसस्तां तु रुदन्ती कुररीमिव भृगो रक्षपदे रक्ष रक्षनाथ तपोनिधे एवं वदन्तीमार्तां तां गृहीत्वा निरगाद् बहिः दुष्टो वाक्यप्रहारेण बोधयन् स भृगो सदीम् ततो महाभयत्रस्तो गर्भच्छोदरमध्यतः पपादप्रज्वलन्नेत्रो वैश्वानर इवाङ्गजः तेनोक्तं मा व्रजाशुत्वं भस्मीभव सुदुर्मदे न हि साध्वी परामर्शं कृत्वा श्रेयो धियास्यसि इत्युक्तः स पपादाशु भस्मीभूतकलेवरः मादा तदार्भकं नीत्वा जगामाश्रममुन्मनाः भृगुर्वह्निकृतं सर्वं ज्ञात्वा कोपसमाकुलः शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक तदा शब्दोदिदुःखार्तो जग्राहां क्रियाशु शुक्षणिः कुरु मेऽनुग्रहं स्वामिन् कृपार्णव महामदे मया नृतं वजो भीत्या कथितं न गुरुद्रुह तस्मान्ममोपरि कृपां कुरु धर्मशिरोमणे तदानुग्रहमाधाच्च सर्वभक्षो भवान् शुचिः इत्युक्तवान् कुतभुजं दयार्द्रो मुनितापसः गर्भाच्युतस्य पुत्रस्य जातकर्माधिकं शुचिः चकार विधिवद्विप्रो दर्भपाणिः सुमङ्गलः च्यवनाच्यवनं प्राहुपुत्रं सर्वे तपस्विनः शनैः शनैः शववृधे शुक्ले प्रति पदिं दुवद स जगाम तपः कर्तुं रेवां लोकैकपावनीं शिष्याय परिवृत सर्वैस्तपोबलसमन्वितैः गत्वा तत्र तपस्तेपे वर्षाणामयुधं महान् असं यो किं शुकौ जादौ वल्मीको परिशोभितौ मृगा आगत्य तस्याङ्गे कण्डूं विदधुरुत्सुकाः न किञ्चित् स हि जानाति दुर्वारतपसावृतः कदाचिन्मनुरुद्युक्तस्तीर्थयात्रां प्रति प्रभुः स कुटुम्बो ययौ रेव महाबलसमावृतः ततस्नात्वा महानद्यां सन्तर्प्य पितृदेवताः दानानि ब्राह्मणेभ्यश्च प्रादाद्विष्णुप्रदुष्टये तत्कन्या विचरन्ति स वनमध्ये इतस्ततः सखीभिः सहिता रम्या तप्तहाटकभूषणा तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितं निमेषोन्मेषरहितं ते जः किञ्चिद्दर्शसा गत्वा तत्र शलाकाभिरदुदद्रुदिरं श्रवद दृष्ट्वा राज्ञां गजाखेदं प्राप्तवत्यतिदुःखिता न जनन्यै तथा पित्रे शस्यं साखेन विप्लुता स्वयमेवात्मनात्मानं सा शुशोच भयातुरा तदा भूश्चलिदा राजन् दिवश्चोल्कापपातः धूम्रादिशो भवन् सर्वा सूर्यश्च परिवेशितः तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः धनं नष्टं रत्नयुतं कलहो भून्मिधस्तदा तदा लोक्यनृपो भीत किञ्चिदुद्विग्नमानसः जनान् पृच्छत् केनापि मुनये त्वपराधितम् पारम्पर्येण तज्ज्ञात्वा स्वपुत्र्या परिचेष्टितं ययौ सुदुःखितस्तत्र समृद्धबलवाहनः तं वै तपोनिधिं वीक्ष्य महता तपसायुधं स्तुत्वा प्रसादयामास मुनिवर्यदयां गुरु तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः तवात्मजाकृतं सर्वमुत्पादाद्यमवेहि तद् तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतं बहुशुश्रावरुधिरं जानदी त्वमुवाचन तस्मादिय महाभूप मह्यं देया यथाविधि ततश्चोत्पादशमनं भविष्यदि न संशयः तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजां ददौ कुलवयोरूपशीललक्षणसंयुधां दत्ता यदा नृपेण यं कन्या कमललोचना ततोत्पादाशमं यादा सर्वे मुनिरुषोद्गदाः राजा दत्त्वात्मजां तस्मै मुनये तपसां निधे प्रापस्वां नगरीं भूयो दुःखितोऽयं दयायुधः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे च्यवनोपाख्यानं नाम चतुर्दशोऽध्यायः ॐ